भानु चैत्रिक गतरविवासरे अस्माभिः किं कृतम्? अस्माभिः तत्र तिङन्तपदानां कृते यत् सिद्धतिङ्प्रत्ययाः सन्ति तेषां विषये अस्माभिः किञ्चित् चर्चितं, तर्हि तस्य एव अग्रे वयम् अवलोक्य अधुना पठामः। तर्हि अत्र अस्माभिः दृष्टं यत् लकाराः दशलकाराः सन्ति, सर्वे लकाराः ल इति वर्णेन, सर्वेषां लकाराणाम् आदौ लवर्णः अस्ति, इत्संज्ञा लोपानन्तरं केवलं ल इति वर्णः अवशिष्यते, अतः लकारः इति तस्य नाम अस्ति। तदनन्तरं एकमस्ति लाधिकारः, लाधिकारः अस्ति नाम, तत्र अस्मिन् अधिकारे यानि सूत्राणि सन्ति तानि सर्वाणि लकाराणां कृते सन्ति। अस्मिन् अधिकारे ये प्रत्ययाः सन्ति ते लकाराणां स्थाने आगच्छन्ति, अतः लाधिकारः इति नाम अस्ति। तस्य मुख्यसूत्रमस्ति लस्य अस्ति, तत् वदति यत् अस्मिन् अधिकारे ये प्रत्ययाः सन्ति ते लकारस्य स्थाने आगच्छन्ति इति अस्ति। तदनन्तरं मुख्यसूत्रमस्ति अस्मिन् अधिकारे तिप्तस्थि सिद्धस्थ मिप्वस्मस् तातां झ था थास् आथां ध्वम् इड्वैङ्मै। तस्य किमस्ति यत् तिङन्तपदानां साधनार्थं मूलप्रत्ययाः अष्टादश सन्ति, के सन्ति इति अस्मिन् सूत्रे सन्ति, सर्वे प्रत्ययाः लकारस्य स्थाने आगच्छन्ति। तर्हि अष्टादशप्रत्ययाः सन्ति ते परस्मैपदीनां कृते, अष्टादश उभय आत्मनेपदीनां कृते। वस्तुतः प्रथमं तु लः परस्मैपदम् इति सूत्रेण सर्वे अष्टादश तिङ्प्रत्ययाः नाम परस्मैपदिनः सन्ति, नाम सर्वे प्रत्ययाः ये लकाराणां स्थाने आगच्छन्ति ते परस्मैपदिनः सन्ति, परन्तु तेषु प्रत्ययेषु तङ् नाम अष्टादशप्रत्ययाः नवप्रत्ययाः तिप् मध्ये ततः महिम्पर्यन्तम् आनः शानच् कानच् एते प्रत्ययाः यदि सन्ति ते आत्मनेपदिनः प्रत्ययाः इति वार्ता अस्ति। अन्यथा सर्वे प्रत्ययाः परस्मैपदिनः सन्ति इति विषयः आसीत्। तदनन्तरं एतत् पर्यन्तम् अस्माभिः गतरविवासरे पठितं। कस्यापि प्रश्नः अस्ति वा इदानीं पर्यन्तम्? अस्तु, प्रश्नः नास्ति चेत् अग्रे पठामः। रघुपतिमहोदय, अहं भवान् म्यूट् करोतु। आम्, भानुमहोदय अस्ति खलु? आं महोदय। हा, पठतु अग्रे। पुरुच वचनविधिः महोदय, त्रिसिद्धेः च लकारः समग्रदृष्टिः महोदय, तत्रैव पुरुषवचनविधिः। पुरुषवचनविधिः अन्यकानां महोदय डि अस्ति, इ मध्ये एव अस्ति पुरुषवचनविधिः। परस्मैपदिदातु आत्मैपदौ परस्मैपदम् अग्रे लघुत्वविषये अस्ति। लघुत्वविषये अस्ति, लस्य अस्ति महोदय, तत्र अग्रे अग्रे अग्रे अग्रे अग्रे लाधिकारः, लाधिकारः अस्ति तस्मात् तत्र लस्य अस्ति। आं महोदय, तस्य अग्रे एव गच्छतु। तत्र उप उप टापिक् अस्ति, तत्र सब् टापिक् अस्ति लघुत्वविषये. लघुत्वविषये अस्ति महोदय. तस्य अनन्तरं पुरुषवचनविधिः, क्षम्यतां महोदय, पुरुषवचनविधिः. पुरुषवचनविधिः विवक्षायां प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः, एकवचनं, द्विवचनं, बहुवचनञ्च प्रत्ययाः विहिताः, सूत्राणि च इमानि. तिङ्स् त्रीणि त्रीणि प्रथममध्यमोत्तमाः, तान्येकवचन द्विवचन बहुवचनान्ये बहुवचनान्येकशः युष्मद्युपपदे समानाधि समानाधिकरणे स्थानीन्यपि मध्यमः, अस्मद्युत्तमः, शेषे प्रथमः. यथा यदि वक्तुः इच्छा अस्ति भूधातुः प्रथमपुरुषस्य एकवचने तर्हि तिप् प्रत्ययः विहितः, भूयोगतिप्. यदि वक्तुः इच्छा अस्ति पृत् आत्मनेपदिधातुः वर्तते लटि. उत्तमपुरुषस्य द्विवचने तर्हि वहि प्रत्ययः विहितः, पृत् योग वहि प्रत्ययः. यः कोऽपि लकारः भवतु नाम प्रत्ययाः एते एव अष्टादश. अतः यद्यपि वक्तुः इच्छाम अनुसृत्य दशाणां लकाराणां भेदाः सन्त्येव आरम्भे लट् लोट् लङ् इत्यादिकं, परन्तु इदानीम् अभेद एव दृश्यते. यथा भूयोगलट् भूयोगतिप् भूयोगलङ् भूयोगतिप् भू लिट् भूयोगतिप् तत्र आशयम् अस्ति. पुरुष विधिः कः, वचनविधिः कः इति वदति. पुरुषः त्रीणि, प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः, वचनमपि त्रीणि सन्ति, एकवचनं, द्विवचनं, बहुवचनं च. एतत् सर्वे प्रत्ययाः भिन्नाः अस्ति. तद् सूत्राणि पाणिनिमहोदयेन महर्षेण दीयते. तिङ्गस्त्रीणि त्रीणि प्रथम मध्यम उत्तमाः, तिङ् यदस्ति तत् त्रीणि त्रीणि एव, प्रथम मध्यम उत्तमः. तत्र वचनमपि त्रीणि तानि, एकवचन द्विवचन उपरि यद्दत्तमस्ति तद् पुरुष अपि, प्रथमपुरुषे त्रीणि वचनानि सन्ति, मध्यमपुरुषे त्रीणि वचनानि सन्ति, उत्तमपुरुषे अपि त्रीणि वचनानि सन्ति यथोक्तं. युष्मद् युपपदे समानाधिकरणे स्थानीन्यपि मध्यमः, मध्यमपुरुषे. सूत्रस्य पूर्णतया तस्य अर्थस्य अधुना तस्य पठनं नास्ति, परन्तु केवलम् अस्ति यत् युष्मद् यद् अस्ति तदा तद् मध्यमपुरुषः अस्ति, उत्तमपुरुषः. शेषे प्रथमः, अहम्, आवां, वयं, तद् अस्मद्, शेषे सर्वे प्रथमपुरुषः इति एतदस्ति. तत्र विवक्षा अस्ति भूधातुः प्रथमपुरुषस्य एकवचने अस्ति तर्हि प्रत्ययः तत् तिप् भूयोग लट् लकारः, तद् भूयोग तिप् अस्ति. यदि लङ् लकारः अस्ति चेत्, लिट् लकारः अस्ति चेत् तत्रापि भूयोग तिप् एव. किमर्थं चेत् प्रथमपुरुषस्य एकवचने तिप् एव प्रत्ययः. तर्हि लकारः कोऽपि भवतु, प्रत्ययः समानः एव भवति इति. अस्तु तदेव आशयः अतः प्रथमे तु भेदः अस्ति लट् लङ् लिट् इति भेदः अस्ति परन्तु तस्य स्थाने यदा प्रत्ययः आगच्छति अहं विना सुन्दरेशं विलम्बेन आगतवती क्षम्यमां महोदय आमाम् एक तदनन्तरं यदा लकारः तस्य भेदः अस्ति परन्तु एकदा तस्य स्थाने तिङ् प्रत्ययः आगच्छति तर्हि पुनः अभेदः वर्तते इति भवति तर्हि भूयोगः लट् भवतु तर्हि भूयोगः तिप् भूयोगः लङ् भवतु तर्हि भूयोगः तिप् भूयोगः लिट् भवतु तर्हि भूयोगः तिप् इति वार्ता अस्ति अस्तु धन्यवादः महोदय तर्हि अग्रे लीना महोदय अस्ति खलु कुत्र पठति इदानीं अस्मि एफ् एफ् पायिण्ट् तिङ्क् प्रत्ययानां सिद्धिः आम् पठामि वा तिङ् प्रत्ययानां सिद्धिः लाधिकारे 3.4.78 टु 3.4.112 अपि च प्रत्ययादेशे 7.1.1 टु 7.1.49 तिङ् प्रत्ययाः सिद्धाः भवन्ति एभिः सूत्रैः मूलाः तिङ् प्रत्ययाः ये दशानां लकाराणां कृते समानाः विभिन्नानि रूपाणि स्वीकृत्य लट् लोट् लङ् इत्यादीनां लकाराणां सिद्धाः तिङ् प्रत्ययाः भवन्ति यथा तिप् लटि ति लोटि तु तात् लङ् लङि त इत्यादिकं भवति अतः अत्र पुनः भेदः आयाति किं लिखितमस्ति प्रथमं तु अष्टादशप्रत्ययः एव दृश्यते किन्तु लाधिकारे अग्रे यदा वयं गच्छामः तत्र भिन्नैः सूत्रैः भिन्नाः प्रत्ययाः प्रत्येकेषु लकारेषु उक्तानि सन्ति यदि लट् लकारे तिप् इति प्रत्ययः अस्ति तस्य प हलन्तं ततः ति इति अवशिष्यते लोट् लकारे तु तथा च तात् एते प्रत्ययाः लङ् लकारे त इति प्रत्ययः भवति अग्रे गच्छन् सर्वे प्रत्ययाः भिन्नं भिन्नं भवति ये प्रथमं तु समानं वर्तन्ते अग्रे गच्छन् ते भिन्नं भवन्ति भेदः आयाति भेदः अग्रे सार्वधातुकप्रत्ययः अग्रे पठामि न आम् सार्वधातुकप्रत्ययाः आर्धधातुकप्रत्ययाः च आरम्भे एते सर्वे तिङ् प्रत्ययाः तिंशित् सार्वधातुकम् इति अनेन सार्वधातुकसंज्ञकाः इयं पाणिनेः शैली प्रथमं सर्वे समानाः इति वदति सः तदा अन्यसूत्रेण अपवादः उक्तः येन भिद्यन्ते प्रथमतया सामान्यं दीयते तदा विशेषः परस्मैपदम् आत्मनेपदम् अपि तथा सार्वधातुकम् आर्धधातुकम् अपि तथा अन्यत् उदाहरणानि कर्तरि शप् इति अनेन सर्वेभ्यः धातुभ्यः शप् तदा अपवादत्वेन गणम् अनुसृत्य विभिन्नाः विकरणप्रत्ययाः विहिताः दिवादिभ्यः शन् स्वादिभ्यः श्नु इत्यादयः अत्र पाणिनिमहोदयाः शैली उक्ता अस्ति यत् मैथ्स् मध्ये यत् सेट् इति सङ्कल्पना अस्ति तत् अनुसृत्य पाणिनिमहोदया एकं सूत्रं करोति सर्वसाधारणतया सर्वेषु प्रसङ्गेषु तत् एप्लिकेबल् अस्ति किन्तु यदा यदा अपवादं यत्र यत्र अपवादम् अस्ति तेषां सूत्राणाम् अग्रे कथनं भवति इति पाणिनिमहोदयस्य शैली अस्ति तस्य उदाहरणरूपेण ग्रथनं कृतम् अत्र गतरविवासरे अपि अस्माभिः दृष्टं यत् लः परस्मैपदमस्ति तेन महोदय किं वदति यत् सर्वे प्रत्ययाः लस्य स्थाने ये प्रत्ययाः आगच्छन्ति ते परस्मैपदिनः सन्ति, परन्तु अग्रे एव सः वदति तङ्गानाम् आत्मनेपदं, तेन वदति यत् सर्वे प्रत्ययाः तु परस्मैपदिनः, परन्तु अपवादरूपेण तङ्गप्रत्ययाः शानस्फानस् प्रत्ययः आत्मनेपदम्। तर्हि तत् महोदय प्रथमं तु ब्राड् स्कोप् जनरल् स्कोप् वदति, तदनन्तरं स्पेसिफिक् एक्सेप्शन्स् वदति इति तस्य शैली अस्ति। अग्रे एवं चेत् कर्तृर्थे कर्तरि शब् इत्यस्य सर्वेषाणां लकाराणां कृते प्रसक्तिः भविष्यति। कर्तरि शब् 3.1.68 धातुतः शब् प्रत्ययः भवति। कर्तर्थक सार्वधातुकप्रत्यये परे एकवारम् अनुवृत्तिपठनात् पूर्वं प्रश्नः अस्ति मम, सूत्रसङ्ख्यां दृष्ट्वा भवती वक्तुं शक्नोति वा तस्य के अधिकारसूत्राणि के सन्ति? धातोः परश्च प्रत्ययः तथा च लस्य न इति त्रीणि अहं स्मरामि। केवलं धातोः परश्च प्रत्ययः परश्च धातोः इति एव। तर्हि अधुना भवती एव अनुवृत्ति करोतु। कर्तरि शप् धातोः कर्तरि शप् यदि कर्तरि अस्ति तर्हि तत् प्रत्ययः परः अनुवृत्तिः न कर्तुं शक्नोमि, किन्तु अर्थं वक्तुं शक्नोमि। यदि धातोः अधिकारः अस्ति, यदि शप् प्रत्ययः परः अस्ति, यदि न कर्तुं शक्नोमि। अत्र कर्तरि शप् इति सूत्रे प्रथमाविभक्ति मध्ये किमस्ति? शप् अस्ति। शप् अस्ति, अतः शप् आगच्छति। शप् कुतः तु अत्र आगच्छति? शप् शप् शप् तस्य आदेशः प्रत्ययः। तर्हि धातोः शप् प्रत्ययः परश्च इति अस्ति चेत् इति अस्ति, तर्हि नाम धातोः अनन्तरं शप् प्रत्ययः आगच्छति इति अस्ति। कदा विधानम् अस्ति न शप् इति विधानम्? विधानम् अस्ति, विधिसूत्रम् अस्ति। कदा आगच्छति? यदि कर्तरि अस्ति, कर्तरर्थके अस्ति, अतः कर्तरि। एकम् अधुना एकम् अन्यत् सूत्रस्य अपि अत्र अनुवृत्तिः अस्ति। अष्टाध्यायां वयं यदि पठामः, तृतीय अध्यायस्य प्रथमपादस्य 3168 अत्र पेज् 55 अस्ति पुस्तके। आम् 3167 किम् अस्ति? सार्वधातुके यक्। अतः सार्वधातुके इति शब्दस्य अपि अनुवृत्तिः अनुवृत्तिः भवति, अतः कर्तरि शप् अग्रिममेव सूत्रमस्ति। अतः अतः पठतु अनुवृत्तिसहितसूत्रम्। अतः धातोः शप् प्रत्ययः परः परश्च कर्तरि सार्वधातुके। आम् यदा कर्तरर्थके यदि धातोः अनन्तरं सार्वधातुकप्रत्ययः अस्ति, तर्हि सर्वप्रथमं धातोः अनन्तरं शप् प्रत्ययः आगच्छति इति वार्ता अस्ति। नाम धातोः अनन्तरं सार्वधातुकप्रत्ययात् पूर्वं शप् प्रत्ययः आगच्छति। अतः कोऽपि अतः अतः अत्र भूयोगः लट् अस्ति, भूयोगः तिप् अस्ति, अत्र तिप् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, भूधातुः अस्ति, अतः तत्र मध्ये शप् आगच्छति कर्तृ। अस्तु पठतु अग्रे। आदिप्रभृतिभ्यः शप् 2.4.72 शपः लोपः। जुहोत्यादिभ्यः श्लू 2.4.75 शपः लोपः। दिव्याद्भ्यः शन् 3.1.69, स्वादिभ्यः श्नु 3.1.73, सुदादिभ्यः शः 3.1.77, सुदाधिभ्यः श्नं 3.1.78, तनाधिक्रुवभ्यः उः 3.1.79, क्र्यादिभ्यः श्ना 3.1.97. एते सर्वे विकरणप्रत्ययाः वदन्ति, अपवादसूत्राणि सन्ति कर्तरीशप् इति कृते. अग्रे पठतु. अत्रास्ति महत्त्वपूर्णः बिन्दुः. सर्वे सिद्धाः तिङ्प्रत्ययाः सार्वधातुकाः भवन्ति चेत् तर्हि कर्तर्थे सर्वेषु लकारेषु कर्तरीशप् इति अस्ति प्रसक्तिः. एवं चेत् गणः भेदः भविष्यति सर्वेषु लकारेषु. परन्तु तथा नास्ति. चतुर्षु एव लकारेषु गणीयो भेदः दृश्यते, लटी लोटी लङ्गी विधिलिङ्गी च. षट्सु लकारेषु गणीयभेदो नास्ति, लिटिर् लुटिर् लुङ्गी लुटि लुङ्गि आशिलिङ्गि च. अतः कथञ्चित् एषां लकाराणां सिद्धप्रत्ययाः सार्वधातुकाः न स्युः. पाणिनिः एषां लकाराणां सिद्धप्रत्ययानाम् आर्धधातुकत्वं साधयति मार्गद्वयेन. किं लिखितम् अत्र? लिखितमस्ति लट् लकार, लोट् लकार, लङ् लकार, विधिलिङ् लकार इत्यत्र विकरणप्रत्यय दृश्यते, अतः गणीयभेदाः सन्ति. किन्तु लट् लुट् लुङ् लुट् लुङ् आशिलिङ् इत्येषु लकारेषु न भेदः विकरणप्रत्ययैः. कथम् एतं? यद् प्रथमचत्वारः लकाराः सार्वधातुकाः सन्ति, शेषे तु आर्धधातुकाः. अतः एतादृशः भेदः दृश्यते. तत्तु अस्ति, परन्तु प्रथमं तु सर्वे लकाराः सर्वत्र तिङ् प्रत्ययः आगच्छति खलु. तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सर्वदा तिङ् प्रत्ययः सार्वधातुकम् अस्ति. नाम कोऽपि लकारः भवतु, तस्य स्थाने प्रथमं तु तिङ् प्रत्ययः आगच्छति. तिङ् प्रत्ययः सार्वधातुकम् अस्ति, तर्हि सर्वदा सार्वधातुकम् अस्ति इति अस्ति चेत् सर्वदा विकरणप्रत्ययः आगच्छति कर्तरीशप् इति सूत्रेण. परन्तु तथा अस्ति चेत् सर्वेषां लकाराणां कृते गणीयभेदः भवतु इति अस्ति. परन्तु वयं जानीमः तथा तु नास्ति. केवलं लट् लङ् लोट् विधिलिङ् कृते गणीयभेदः अस्ति, अन्य लकाराणां कृते तु गणीयप्रत्ययः नास्ति. तर्हि एतादृशं स्थितिः कथम् आगच्छति? एतादृशस्थितिः तदेव आगच्छति यदा षट् लकाराः ये सन्ति ते सार्वधातुकः न सन्ति परन्तु आर्धातुकः सन्ति. यदि आर्धातुकः सन्ति तर्हि कर्तृशप् इति सूत्रस्य प्रसक्तिः एव न भवति, यतोहि तत्तु केवलं सार्वधातुक कृते आगच्छति. अतः अन्य सूत्राणि सन्ति येन पाणिनिमहोदय प्रथमं षट् लकाराणां कृते आर्धातुकत्वं तस्य विधानं करोति. एकवारं तस्य विधानम् आर्धातुकम् इति भवति, तदनन्तरं शप्रत्ययस्य प्रसक्तिः एव नास्ति इति वार्ता अस्ति. तर्हि चतुर्णां लकाराणां सार्वधातुकं कथं भवति, षट् लकाराणाम् आर्धातुकं कथं भवति इति वयम् अग्रे पठामः. वार्ता सर्वे आगच्छन्ति वा? अस्तु, धन्यवादः महोदय. धन्यवादः. अग्रे पठामः. मीना महोदय अस्ति खलु? मीनासुन्दरेशन्. अहमस्मि. सार्वधातुकलकाराः आर्धधातुकलकाराः च अत्र कश्चन सिद्धान्तः अवगन्तव्यः. श्रूयते महोदय? धातुना यः प्रत्ययः साक्षात् पुरतः दृश्यते तस्य प्रत्ययस्य स्वभावानुगुणं कार्यं भविष्यति. सः प्रत्ययः सार्वधातुकश्चेत् तर्हि कर्तृत्वे कर्तृप्रयोगे कर्तरि शप् इत्यनेन शप् विकरणप्रत्ययः विहितः भवति. धातु तिङ् प्रत्ययोः मध्ये सः प्रत्ययः आर्धधातुकश्चेत् तर्हि कर्तरि शप् इत्यस्य प्रसक्तिः नास्तित्येव अपि तु इडागमो विचारः विहितः. अतः अस्माकं चिन्तनम् इदानीम् इदं धातोः साक्षात् पुरतः यः प्रत्ययः अस्ति तस्य स्वभावः कः? अग्रे पठामि महोदय. दश तु लकारेषु चतुर्णां लकाराणां कृते धातूनां साक्षात् सार्वधातः तिङ् प्रत्ययः दृश्यते. पुनरपि पठामि. दश तु लकारेषु चतुर्णां लकाराणां कृते धातूनां साक्षात् सार्वधातः तिङ् प्रत्ययः दृश्यते. ते च चत्वारः लकारः के लट् लोट् लङ् विदिलिङ्. पुनः स्मर्यतां यत् तिङ्क्षित् सार्वधातुकम् इत्यनेन सर्वे अष्टादश तिङ् प्रत्ययाः सार्वधातुसंज्ञकाः सन्ति एव. अतः प्रत्ययस्य सार्वधातुकत्वं सामान्यं नाम डिफाल्ट्. अग्रे इतोपि किमपि न क्रियते चेत् सर्वेषां लकाराणाम् एषा एव स्थितिः भविष्यति. वदतु आशयं, वदतु एकवारं. पाणिनेः शैलः एव एकसूत्रं सामान्यतया सर्वे अपि प्रसक्तम् अस्ति इति एव. धातुना अत्र वदति अत्र धातु धातु ततः प्रत्ययः अस्ति चेत् तस्य धातुः साक्षात् प्रत्ययं दृश्यते चेत् तर्हि कर्तृत्वे कर्तृ शप् इत्यनेन शप् विकरणप्रत्ययः विहितः भवति. धातुः विकरणप्रत्ययः भवति. मध्ये किमपि नास्ति, शप् एव भवति. धातु तिङ् प्रत्ययोः मध्ये स प्रत्ययः यदि तदेव सार्वधातुकं यदि आर्धधातुकश्चेत् कर्तरि शप् इति प्रयोगः न प्रसङ्गः नास्ति. धातुः प्रत्ययः न दृश्यते इमीडियट्लि. तस्मात् कर्तृशप् प्रसक्तिः नास्ति, इदागमः एव भवति. अतः इदानीं साक्षात् पुरतः किं स्वभावः किं किं भवति इति सः वदति. दशलकारः सन्ति अत्र. चतुर्णां लकारः लट् लोट् लङ् विदिलिङ् एव धातु साक्षात् तिङ् प्रत्ययः प्रत्ययः दर्श पश्यति. पुनः तिङ्क्षित् सार्वधातुकम् इत्यनेन अष्ट सर्वे अष्टादश तिङ्क्षित् तिक्षति तिक्षस्य अष्टादश प्रत्ययाः सार्वधातुकसंज्ञकाः भवति. एतदेव पाणिनेः शैल्या. अतः प्रत्ययस्य सार्वधातुकत्वं सामान्य आस् इट् एव्रिथिङ्ग् इस् सार्वधातुकम्. अग्रे इतोपि किमपि न क्रियते चेत् सर्वेषां लकाराणां किमपि क्रिया नास्ति चेत् सर्वे लकाराणां सार्वधातुकमेव भविष्यति. तत्र स्थितिः कथम् इति वदति अत्र. तर्हि अस्माभिः दृष्टं यत् कोऽपि लकारः भवतु, स तस्य स्थाने प्रथमं तु तिङ् प्रत्ययः आगच्छति. तिङ्क्षित् सार्वधातुकम् इति सूत्रेण तिङ् प्रत्ययः सार्वधातुकम् अस्ति. नाम सर्वप्रथमं कस्मिन्नपि लकारे धातुना साक्षात् सार्वधातुकप्रत्ययः दृश्यते. अतः कापि क्रिया नास्ति चेत् बै डिफाल्ट् सार्वधातुकं भवति. बै डिफाल्ट् तत्र कर्तृशप् इति सूत्रेण शप्रत्ययः विकरणप्रत्ययः मध्ये आगच्छति. तदनन्तरं पाणिनिः अपवादत्वेन अपवादानि वदन्ति येन षड् लकारः आर्धातुकानि भवन्ति. अतः धातुना साक्षात् तिङ् प्रत्ययः न दृश्यते, धातुना तु आर्धातुकप्रत्ययः दृश्यते. आर्धातुकप्रत्ययः दृश्यते अतः कर्तृशप् इति सूत्रस्य प्रसक्तिः न भवति, परन्तु लडागमस्य प्रसक्तिः इति वार्ता अस्ति. अतः अस्तु, तर्हि अत्र डिफाल्ट् यत् भवति तत् महोदय पठतु. अत्र यदा लट् लकारः आप् आप् लट् ल आप् योगः लट् आप् इल् लट् लकार लकारः एव अवशिष्यते. आप् तिप् कर्तृश तदा तत् प्रभाद्य स्वादिभ्यः श्नुः आप् योगः श्नु योगः ति अनुबन्धलोपे आप् नु ति आप्नु इति अङ्गं योगः ति सार्वधातुक सार्वधातुक आर्धधातुकयोग इत्यनेन इकः गुणः आप्नु आप्नो योगः ति आप्नोति. वर्णमेलने आप्नोति. परन्तु षण्णां लकाराणाम् आर्धधातुकत्वं वर्तते इत्युक्तौ कर्तृत्वेपि शप् विकरणप्रत्ययः नैव विहितः. एतत् कथं सम्भवति? कथम् एतादृशी स्थितिः निष्पद्यते? पाणिनिः येषां षण्णां लकाराणां सिद्धप्रत्ययानाम् आर्धधातुकं साधयति मार्गद्वयेन. द्वयोः लकारयोः कृते लित् च आशीर्लिङ् च पाणिनिः तयोः आर्धधातुकत्वं साक्षात् विदधाति. पुनः पठामि. पठतु. साक्षात् तिङ्क्षित् सार्वधातुकम् आर्धधातुकं शेषः लिट् च लिङ्गाशिषि येषां सूत्राणाम् अत्र वदतु आशयं किमस्ति एकवारम्. अत्र पाणिनिः वदति यत् षट् लकाराणां कृते आर्धातुकत्वं भवति इति सः वदति खलु. तर्हि मार्गद्वयेन सः वदति द्वयोः लकाराणां लकारयोः कृते पाणिनि साक्षात् वदति यत् इति आर्धातुकमस्ति. अहं न अवगतं तत्. द्वयोः लकारयोः कृते लिट् च आशीर्लिङ् च पाणिनि तयोः आर्धधातुकं साक्षात् विदधाति. तर्हि अत्र तिङ्क्षित् सार्वधातुकं सूत्रमस्ति खलु. सार्वधातुकं लिट् लकारः लिट् विदिलिङ्ग् आर्धधातुकम् विधिलिङ्ग् एकवारं तिङ्क्षित् सार्वधातुकम् इति सार्वधातुकस्य सूत्रमस्ति, वयं जानीमः. 3-4-1-1-3 3-4-1-1-4 अत्र अस्ति आर्धातुकं शेषः इति अपि वयं जानीमः, सूत्रम् अस्माभिः पठितं. तदनन्तरं लिट् च इति लिखितमस्ति तत्र आर्धातुकम् इति सूत्रात् आर्धातुकं शब्दस्य अनुवृत्तिः भवति. अनुवृत्ति भवति लिट् लिट् च आर्धातुकं लिट् लकारे आर्धधातुकं लिङ्गाशिषि इत्युक्ते आशीर्लिङ्गे आर्धातुकं. तर्हि साक्षात् महोदयेन उक्तमस्ति यत् लिट् लकारे आशीर्लिङ्ग् लकारे आर्धातुकं भवेत्. एकवारं महोदयेन उक्तम् आर्धातुकम् अस्ति तर्हि कर्तृशप् इति सूत्रस्य प्रसक्तिः एव न भवति. अतः लिट् लकारे आशीर्लिङ्ग् लकारे गणीयभेदः न भवति, परन्तु इडागमः भवति. तत्र अर्धधातुक लकारमपि सार्धदातुकमेव तत्र पाणिनिः न वदति त्रिंशत् सार्धदातुकम् आर्धदातुकं शेषः सः वदति लिट् च द्वयोः सूत्रेण लिट् आशीर्लिङ्ग् अपि एव लिट् नाशि आशीर्लिङ्ग् एव आर्धदातुकम् वाट् अबौट् अदर्स् अदर्स् विल् कम् लेटर् देर् इस् अनदर् वे हि सेस् इन् विच् हि सेस् दट् इट् इस् आर्धातुक साक्षात् न वदति परन्तु अन्यत् अन्यद् रूपेण वदति अत्र लिखितमस्ति खलु आर्धातुकं साधयति मार्गद्वयेन प्रथममार्गमस्ति साक्षात् वदति दट् लिट् च लिङ्गाशिषि च लिङ्गाशिषि च अस्तु धन्यवादः महोदय पठामि धन्यवादः अस्तु मदर् महोदय अस्ति खलु आं महोदय पठतु एषां सूत्राणां सूत्रसङ्ख्याम् एषां सूत्राणां सूत्रसङ्ख्यां पश्यन्तु क्रमेण सर्वाणि अतः अनुवृत्तिः सरला किञ्चित् सार्वधातुकम् इत्यनेन सर्वे तिङ् प्रत्ययाः सित् प्रत्ययाः च सार्वधातुकाः आर्धधातुकं शेषः भक्तिः यत् ये ये प्रत्ययाः धातुभ्यः विहिताः किञ्चित् भिन्नाः ते सर्वे आर्धधातुकाः तदा लिच् इत्यनेन पाणिनिः वदति यत् लिच् तिङ् प्रत्ययाः यद्यपि तिङ् परन्तु ते अपि आर्धधातुकाः लिङ् लिङ्गाशि इत्यनेन आशिलिङ् अष्टादश तिङ् प्रत्ययाः अपि तदेव साक्षात् अपवादत्वेन आर्धधातुकाः अग्रे पठामि वा अत्र लिटः आशिलिङ् लिङ्गः च अष्टदशदशानां तिङ् प्रत्ययानां स्वभावं साक्षात् परिवर्तयति प्रथमतया किञ्चित् सार्वधातुकम् इत्यनेन अन्योपरि द्वयोः लकारयोः तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः परन्तु लिङ् च लिङ्गाशि इत्याभ्यां सूत्राभ्याम् आर्धधातुकं विहितम् अतः अत्र इदागमो विचारः न तु विकर्णप्रत्यागमनं कर्तर्ते अनयोः लकारयोः गणभेदो नास्ति किं लिखितम् अत्र क्रमे सङ्ख्याक्रमं पश्यति चेत् क्रमेण सर्वाणि सूत्राणि भवति 3, 4, 1, 1, 3 आर्थधातुकं शेषः 3, 4, 1, 1, 4 लिटि च 3, 4, 1, 1, 5 लिङ्गाशिः 3, 4, 1, 1, 6 इति क्रमेण दत्तमस्ति ततः अनुवृद्धिः सरला भवति किञ्चित् इति किञ्चित् सार्वधातुकम् इति सूत्रेण सर्वं किं प्रत्ययः इति प्रथमसूत्रं वदति आर्धधातुकं शेषः इत्यनेन अपवादसूत्रः भवति प्रथमसूत्रस्य अपवादसूत्रं भवति तदा लिच्छ इत्यनेन पाणिनिः वदति लिट् तिङ् प्रत्ययः अपि परन्तु आर्धधातुकः इति वदति लिङ् आशि अपि आर्धधातुकः इति अपवादसूत्रं वदति लिट्टिङ् आशिलिङ्ग् च दशानां किं चत्राणाम् अत्र लिट् आशिलिङ्ग् आदि लकाराः साक्षात् परिवर्तयति साक्षात् परिवर्तयति इत्युक्ते न जानामि तथा तत्र किमपि नास्ति अत्र सर्वप्रथमं तु पाणिनी वदति तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सर्वे तिङ् प्रत्ययः षित् प्रत्ययः सार्वधातुकम् तदनन्तरं ये तिङ् प्रत्ययः सार्वधातुकप्रत्ययः न सन्ति ते आर्धातुकम् तदनन्तरं लिट् च इति सूत्रेण लिट् लकारे तिङ् प्रत्ययः यदि तिङ् प्रत्ययः अपि अस्ति चेत् तदपि सार्वधातुकम् लिङ्गाशिषि अपि आशीर्लिङ्गे अपि तिङ् प्रत्ययः अपि अस्ति चेत् तत् सार्वधातुकम् इति सः साक्षात् वदति इति एव अस्ति साक्षात् सः लिखति यत् आर्धातुकं भवेत् इति वार्ता अस्ति तर्हि प्रथमं तु तिङ् यदा लिट् लकारे लिङ् आशीर्लिङ् लकारे यदा प्रथमं तिङ् प्रत्ययः आगच्छति तत् प्रथमं तु तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सार्वधातुकम् अस्ति एतत् सत्यं परन्तु इमिजियेट्लि साक्षात् लिट् च लिङ्गाशिषि इति सूत्रेण तेषां तिङ्गप्रत्ययानां रूपपरिवर्तनं भवति ते सार्वधातुकं न भवति आर्धातुकं भवति इति वार्ता अस्ति साक्षात् तेषां रूपं स्वभावं परिवर्तयति रूपं न स्वभावं परिवर्तयति एकवारम् आर्धातुकं भवति तदनन्तरम् इडागमस्य विषयः भवति न तु गणस्य विषयः इति वार्ता अस्ति अवगच्छति वा आम् आम् अग्रे पठतु चतुर्णां लकाराणां पठामि महोदय पठतु पठतु चतुर्णां लकाराणां कृते धातु तिङ् इत्यनयोर्मध्ये अन्यप्रत्ययः विहितः भवति यः स्वयम् आपधातुकः लुटोः लुटि लुङ्गि च परे धातुतः यः लुटिपरे धातुतः तासि भवति अनिरुद्धिसहितसूत्रं लुटोः धातोः करः च यतासि प्रत्ययौ चतुर्णां लकाराणां कृते धातुः तिङ् इत्यनयोः मध्ये अन्यप्रत्ययः विहितः धातुः प्रत्ययः मध्ये अन्यः प्रत्ययः विहितः भवति इति उक्तं तत्र सूत्रम् अस्ति ह्यतासिः द्यु लिटोः अत्र द्युतिलकारः लिङ्गि च धातोः पर स्य इति अन्यप्रत्ययः भवति द्वितीयपदे धातोः तासि इति भवति इति उक्तम् अन्ये चतुर्लकाराः किमर्थं भवति इति अत्र उक्तमस्ति लुटि लुङ्गि लकाराः किमर्थं भवति इति उक्तमस्ति अन्ये मध्ये धातु प्रत्यय मध्ये स्य इति अन्यप्रत्ययः अपि अत्र आगच्छति इति तर्हि किमस्ति यत् लृट् लकारः तस्य उदाहरणं यदि वयं पश्यामः तर्हि प्रथममस्ति धातुयोगः लृट् खलु विवक्षायां वयम् इच्छामः यत् लृट् लकारः आगच्छति अतः धातुयोगः लृट् तदनन्तरं तस्य स्थाने प्रथमं प्रथमतया तिङ् प्रत्ययः आगच्छति धातुयोगः तिङ् प्रत्ययः इति भवति तदनन्तरम् अधुना महोदय किं वदति यत् लृट् लकारः अस्ति चेत् धातोः स्य प्रत्ययः आगच्छति अतः अत्र धातुयोगः तिप् अस्ति तर्हि प्रथमं लृट् लकारे मध्ये स प्रत्ययः आगच्छति अतः धातुयोगः स्य योगः तिप् भवति खलु तर्हि महोदय अधुना वदतु एकवारं धातुयोगः स्य योगः तिङ् आगच्छति अधुना धातुना साक्षात् कः प्रत्ययः दृश्यते स्य प्रत्ययः दृश्यते। अधुना स्य प्रत्ययः सार्वधातुकम् अस्ति अथवा अर्धातुकम् अस्ति? किं महोदय? आर्धातुकम् अस्ति। कथं जानाति आर्धातुकम् अस्ति? सतासि लूलुटोः तु वदति यत् स्य प्रत्ययः आगच्छति। मम प्रश्नः अस्ति यत् भवती कथं जानाति स्य प्रत्ययः आर्धातुक अस्ति? तस्य प्रत्यय मध्ये अन्यप्रत्यय आगच्छति, साक्षात् न दृश्यते, अतः साक्षात् धातुना स्य प्रत्ययः दृश्यते खलु? धातुना अधुना साक्षात् स्य प्रत्ययः दृश्यते इति वार्ता अस्ति खलु, इति अवगच्छति भवती? अधुना तस्य तत् धातुना यत् स्य प्रत्ययः दृश्यते तत् स्य प्रत्ययः आर्धातुकं भवति इति भवती कथं जानाति? केन सूत्रेण जानाति यत् स्य प्रत्ययः आर्धातुकम् अस्ति? स्यतासि नृरुटः इति सूत्रेण स्य प्रत्ययः आर्धातुकम् अस्ति इति तु विषयः नास्ति। आर्धातुकस्य कृते सूत्राणि कानि सन्ति? किमस्ति आर्धधातुकं शेषम्? आम् आर्धातुकं शेषम्। तर्हि स्य प्रत्ययः तिङ् नास्ति खलु? स्य प्रत्ययः तिङ् नास्ति, सप्रत्ययश्चित् अपि नास्ति, अतः सः सार्वधातुकं भवति, आर्धातुकं भवति इति वार्ता अस्ति। तर्हि अधुना स्य प्रत्ययः आर्धातुकम् अस्ति, तर्हि धातुना साक्षात् इदानीम् आर्धातुकप्रत्ययः दृश्यते खलु? अतः धातुना यदि साक्षात् आर्धातुकप्रत्ययः दृश्यते तर्हि तत्र गणीयविचारः न भवति, कर्तृशब्दसूत्रस्य प्रसक्तिः एव न भवति, यतोहि कर्तृशब्दः केवलं सार्वधातुकप्रत्ययस्य कृते भवति। परन्तु अधुना धातुना आर्धातुकप्रत्ययः दृश्यति साक्षात्, अतः गणभदः न भवति परन्तु इडागमस्य विषयः भवति इति वार्ता अस्ति। अवगच्छति वा? महत्वपूर्णविषयः। तर्हि अधुना वदतु लुट् लुट् लकारस्य कृते वार्ता कथम् अस्ति? लुट् लकारस्य कृते लुट् तास् इति प्रत्यय मध्ये आगच्छति, धातु योगः तास् इति योगः, तर्हि तास् अपि आर्धातुकः अस्ति। उत्तमम्। अतः धातुना तास् साक्षात् दृश्यते यत् आर्धातुकम् अस्ति, अतः लुट् लकारस्य विषये अपि गणीयभेदः न भवति परन्तु इडागमस्य विषयः भवति इति वार्ता अस्ति। अवगच्छति वा? अग्रे पठतु। लुङि धातोः श्ली प्रत्ययः परः च लुङ् श्ली ध्येयं यत् स्य तास् श्ली एते त्रयः प्रत्ययाः न तिङ् न वा षित्, अतः किञ्चित् सार्वधातुकम् इत्यनेन न एव सार्वधातुकः अपि तु आर्धधातुकं शेषः इत्यनेन आर्धधातुकः। अत्र लुङ् अपि आर्धधातुकः इति सूत्रेण ज्ञातुं शक्नुमः। श्ली अत्र इति अन्ये प्रत्ययः भवति, अतः श्री इति धातु किं शुक् न भवति, अतः आदधातुकं भवति एव लिङ्गकारः यथा लुट् लकारः एकवारं तर्हि अत्र आहत्य किम् अस्ति यत् द्वयोः लकारयोः कृते लिट् लकार आशीर्लिङ्ग्लकारः तेषां कृते तयोः कृते पाणिनिमहोदय साक्षात् वदति यत् आर्धातुकमस्ति परन्तु लिट् लृङ् लुट् लुङ् एतेषां लकाराणां कृते महोदयः वदति यत् सर्वप्रथमं तेषां स्थाने किं करोतु प्रत्ययः आगच्छतु लृट् लृङ् प्रत्ययस्य स्थाने स्य लुट् तस्य स्थाने तास् लुङ् तस्य स्थाने चिलि इति करोतु एकवारम् एते प्रत्ययाः यदा आगच्छन्ति तर्हि धातुः साक्षात् आर्धातुकप्रत्ययः दृश्यते अतः एते चत्वारः लकारः अपि आर्धातुकलकारः भवति अतः आहत्य षड्लकारः आर्धातुकः भवन्ति लिट् लकारः लिङ् आशीर्लिङ्ग्लकारः आर्धातुकः भवति यतोहि महोदय साक्षात् वदति आर्धातुकं लृट् लुङ् लुट् लुङ् अपि आर्धातुकं भवति यतोहि धातुना साक्षात् तिङ् प्रत्ययः न दृश्यते परन्तु धातुना लृट् लृङ् तस्य स्थानस्य लुट् तस्य स्थाने तास् लुङ् तस्य स्थाने छिदि इति दृश्यते एते सर्वे एते त्रयः प्रत्ययः आर्धातुकः सन्ति धातुना साक्षात् आर्धातुकप्रत्ययः दृश्यते अतः तत्र अपि लकारः आर्धातुकलकारः इति भवति इति विषयः अस्ति अवगच्छति वा महोदय हा अस्तु पठतु अग्रे यथा लृट् लकारः आप् योगः लिट् आप् योगः इन् स्यतासि लुटोः इत्यनेन लिटि परे द्वातुतः स्य अप् योगः स्य योगः इन् धातोः परः स्य प्रत्ययः आतधातुकः अतः कर्तरि शप् स्वादिभ्यः शृणु इत्यनयोः प्रसक्तिः नास्ति अप् योगः स्य योगः इन् प्रथमपुरुष एकवचने विभादेशः आप् योगः स्य योगः तिट् अनुबन्धलोपे आप् योगः स्य योगः ति वर्णमेलने आप्स्यति अतः उदाहरणं दत्तमस्ति लिट्लकारस्य आप् इति धातु लिट्लः लिट् योगे इति लकारेण आर्धधातुकः इति अनेन स्य इति भवति स्यतासि लुट् लुटोः इति सूत्रेण लुट् स्थाने स्य भवति स्य धातु स्य साक्षात् पश्यति अतः आर्धधातुकः धातुः अतः कर्तरी शप् स्वादिभ्य शृणु इति सूत्रस्य प्रसक्तिः नास्ति एव आर्धधातुकः इत्यनेन एतस्य सूत्रं कार्यं न करोति तदनन्तरम् अप्स् योगः क्रियायोगः इन् प्रथमपुरुष एकवचन रूपं अवगच्छति वा अत्र आप् योगः लृट् अस्ति सर्वप्रथमं लृट् स्थाने केवलं लकारः अवशिष्यते वयं जानीमः आप् योगः ल अधुना स्यतासि लृलुटः इति सूत्रेण किं वदति सूत्रं किं वदति यत् परे यदि लृट् अथवा लृङ् अस्ति चेत् तस्य स्थाने स्य आगच्छति अत्र लृट् अस्ति अतः तस्य स्थाने स्य आगच्छति आप् योगः तस्य स्थाने न सारि तस्य पूर्वं तत्पूर्वं स्य आगच्छति आप् योगः स्य योगः ल तदनन्तरं तप्तिप्तर्चि इति सूत्रेण लस्य स्थाने टिप् आगच्छति आप् योगः स्य योगः अस्ति अधुना धातुना साक्षात् स्य दृश्यते स्य प्रत्ययः आर्धातुकं शेषः इति सूत्रेण आर्धातुकम् अतः कर्त्री शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः न भवति यतोहि स्य सार्वधातुकमेव नास्ति अतः तत्र कोऽपि विकरणप्रत्ययः न आगच्छति किं रूपं साक्षात् भवति आप्स्यति इति वार्ता अस्ति अस्तु अस्तु धन्यवादः महोदय धन्यवादः महोदय अग्रे सुमित्रा महोदय अस्ति खलु महोदय अस्मि पृच्छामि एवं कृत्वा लृक् लृङ् लुट् लुङ् चैषां लकाराणां तिङ् प्रत्ययाः यद्यपि सार्वधातुकाः किन्तु धातु तिङ् प्रत्ययोः मध्ये अन्यः प्रत्ययः उपविशति यः स्वयम् आर्धधातुकः यतः पाणिनेः कार्यपद्धत्या सर्वं कार्यं साक्षात् पूर्वं परं च भवति अपि च यतः एते सार्वधातुकतिङ्प्रत्ययाः अधुना धातुना साक्षात् नैव दृश्यन्ते अतः सार्वधातुकप्रत्यय निमित्तिकम् अङ्गकार्यं नार्हं नाम कर्तरि शप् इत्यनेन शप् प्रत्ययः नानीयते तस्य स्थाने आर्धधातुकप्रत्यय निमित्तिकम् अङ्गकार्यं विहितं नाम इदागमः विचारः अग्रे पठतु अग्रे पठतु कार्यं साक्षात् पूर्वं परं च भवति इति किं तस्मिन्निति निर्दिष्टे पूर्वस्य सप्तमी विभक्तिः इत्यनेन कार्यं साक्षात् पूर्वं स्यात् तस्मादित्युत्तरस्य पञ्चमी विभक्तिः इत्यनेन कार्यं साक्षात् परे स्यात् एषु लकारेषु कर्तर्तके कर्तर्ते कर्तरी शप् इत्यनेन शभादयः विकरणप्रत्ययाः आनीयन्ते तेषु तिङन्तपदेषु गणीयभेदः वर्तते अनेन दशधातुगणाः निष्पद्यते द्वादिः इत्यस्मात् आरभ्य चुरादिपर्यन्तम् अत्र सार्वधातुकलकाराः इत्युच्यते लट् लोट् लङ् विधिलिङ् इति एष लकारे अधुना यत्पूर्वं वयं दृष्टवन्तः खलु महोदय मध्ये प्रत्ययः दृश्यते उपविशति अतः आर्धधातुकः इति तिङन्तप्रत्ययोः मध्ये अस्ति इति कारणात् निमित्तिकं तु न अर्हति सार्वधातुकप्रत्यये नाम गणभेदः न केवलम् इडागमविचारः एव अस्ति इति वदति अङ्गकार्यम् अपि अत्र मुख्यविषयः अस्ति यत् साक्षात् साक्षात् इति इम्पार्टेण्ट् पदमस्ति अत्र यत्र कर्त्री शप् अत्र कर्त्री शप् सार्वधातुके इति सूत्रस्य यदि वयं अनुवृत्तिसहितसूत्रं यदि वयं पठामः तर्हि धातोः शप् प्रत्ययः परश्च कर्तरी सार्वधातुके अस्ति खलु तत्र सार्वधातुके इति सप्तमी विभक्तिः अस्ति तर्हि सप्तमी विभक्तिः अस्ति इति कथनेन किम् अस्ति यत् साक्षात् तस्य पूर्वं कार्यं भवति तत्र साक्षात् अस्ति तस्य इम्पार्टेन्स् अस्ति अत्र आप् योगः स्य योगः ल अस्ति खलु आप्स्यति मध्ये तत्र आप् योगः स्य योगः तिप् अस्ति अत्र तिप् प्रत्यय तु सार्वधातुक अस्ति नो डौट् तत्र अस्ति तत्र शङ्का नास्ति परन्तु तत् साक्षात् धातुनन्तरं न आगच्छति खलु पूर्वम् एव धातोः साक्षात् अनन्तरं स्य आगच्छति साक्षात् तत् स्य तु तस्य तु आर्हतुकमस्ति, सार्वहतुकं नास्ति। अतः साक्षात् सार्वहतुकं नास्ति, अनन्तरं सार्वहतुकं भवेत् तस्य प्रश्नः नास्ति। साक्षात् किमस्ति? आर्धातुकमस्ति। अतः तत्र शप्रत्ययः नागच्छति। अग्रे पठतु। येषु एषु लकारेषु कर्तृत्वे कर्तरि शप् इत्यनेन शबादयः विकर्णप्रत्ययाः आनीयन्ते, तेषु तिङन्तेषु गणीयभेदः वर्तते। यत्र विकर्णप्रत्ययः आनीयन्ते तानि गणीयभेदः वर्तते, तस्मिन् लकारेषु गणीयभेदः वर्तते। अनेन दश धातुगणेषु निष्पद्यते, इत्युक्ते द्वादि सः चुरादिपर्यन्तम्। अत्र सार्वधातुकलकाराः इति उच्यते। लट् लोट् लङ् अपि च विधिलिङ् इति एषु लकारेषु कर्त्रर्थे धातुतः सार्वधातुकप्रत्ययः नास्त्येव अथवा यत्र अस्ति परन्तु साक्षात् न इत्युक्ते अतः न दृश्यते, तेषु तिङन्तपदेषु शप् न भवति, स्थाने इडागमो विचारः। अत्र आर्धधातुकलकाराः इत्युच्यते। लिट् लृट् लृङ् लुट् लुङ् आशीर्लिङ् इति यत्र सार्वधातुकप्रत्ययः न दृश्यते इत्युक्ते साक्षात् न अस्ति तत्र इत्युक्ते तर्हि इडागमविचारः अस्ति न तु गणीयभेदः, अतः आर्धधातुकलकाराः इति उच्यन्ते। तानि लिट् लिट् लृङ् लुट् लुङ् आशीर्लिङ् इति अनेन चत्वारः सार्वधातुकाः षट् आर्धधातुकलकाराः भवन्ति। तर्हि नट् लोट् लङ् विधिरिङ् तत्र धातुना साक्षात् तिङ् प्रत्ययः दृश्यते, यत् तु सार्वधातुकप्रत्ययः अस्ति, अतः तत्र मध्ये शप् प्रत्ययः अथवा शप्रभात्य अन्यविकरणप्रत्ययः आगत्य आगच्छति, गणीयभेदः भवति। अतः अतः लट् लोट् लङ् विधिलिङ् मध्ये गणीयभेदः दृश्यते, यतोहि लट् लोट् लङ् विधिलिङ् अत्र धातुना साक्षात् सार्वधातुकप्रत्ययः दृश्यते, अतः लट् लोट् लङ् विधिलिङ् तेषां सार्वधातुकलकारः नाम भवति इति अस्ति। परन्तु अन्ये षड् लकाराः ये सन्ति तत्र ऐदर् महोदय साक्षात् वदति यत् आर्धातुकमस्ति, अथवा मध्ये स्य अथवा तास् अथवा च्लि आगत्य धातुना साक्षात् आर्धातुकप्रत्ययः दृश्यते, आर्धातुकप्रत्ययः दृश्यते, अतः आर्धातुकलकाराः तेषां नाम भवति। आर्धातुकप्रत्ययः दृश्यते अतः कर्तृशप् इति सूत्रेण शप् प्रत्ययः न आगच्छति, गणीयभेदः न भवति। परन्तु आर्धातुकस्य इडवलादेः इति सूत्रेण इडागमस्य प्रसक्तिः भवति। अतः एषु षट्सु लकारेषु इडागमः भवितुं शक्नोति, परन्तु गणीयभेदः न भवति इति वार्ता अस्ति। अस्तु, धन्यवादः महोदय। कस्यापि प्रश्नः अत्र इदानीं सार्वधातुकलकाराः के सन्ति, कथं ते सार्वधातुकलकारः तेषां नाम भवति, आर्धातुकलकाराः के सन्ति, तेषां नाम आर्धातुकलकारः किमर्थम् इति सर्वे प्रायः जानन्ति। अधुना प्रश्नः अस्ति चेत् पृच्छतु। महोदय मम सुमन् महोदय अस्ति वा, का अस्ति? सार्वधातुक लकारे तु अन्त लट्लकारे ति अस्ति, लोट्लकारे तु अस्ति, भेद भिन्न भिन्न अस्ति इति पाणिनि उक्तवान्, किन्तु इदानीं आर्धधातुकलकारे सर्वे तु ति तः अन्ति भवति वा? तत्रापि भिन्न सिद्धतिङ्गप्रत्ययाः भवन्ति, अतः तिङ्प्रत्ययानां रूपं कथं परिवर्तयते तत्तु भिन्न वार्ता अस्ति, तत्र किमपि नास्ति. विषयः अस्ति यत् मध्ये विकरणप्रत्ययः अस्ति न वा इति प्रश्नः अस्ति. तर्हि विकरणप्रत्ययः मध्ये अस्ति सार्वधातुकलकाराणां कृते, आर्धधातुकलकाराणां कृते मध्ये विकरणप्रत्ययः नास्ति इति अस्ति. तत्रापि भिन्नं भवति किन्तु अग्रे पठामः. रु अस्ति खलु सूत्रे, रु एकनिमिषं पश्यामि. शतासि रुलुटौ? ओ आम् आम्, तत्र रु रुट् द्वयोः प्रतिनिधित्वं करोति. आम् सूचय, द्वयोः सूचय, लृङ् अपि लृट् अपि. अस्तु, धन्यवादः. अस्तु, तर्हि अग्रे गच्छामः. अत्र नूतनकरपत्रं कृपया उद्घाटयन्तु सर्वे. फोर्, सार्वधातुकलकाराः आर्धातुकलकाराः च अधिकचिन्तनं. नम्बर् फोर् अस्ति अग्रे, सार्वधातुकलकाराः आर्धातुकलकाराः च अधिकचिन्तनं. प्राप्नोति वा, प्राप्नुवन्ति वा सर्वे? आं महोदय, अस्तु. तर्हि अग्रे भानुमहोदय, भवता एकवारं पठितं खलु? भानुमहोदय, अस्तु, नास्ति वा. रघुपतिमहोदय अस्ति वा? आं महोदय, एकं भवता एकवारं पठितं खलु? न महोदय, मम अद्य न पठितं भवता? अद्य न पठितं, परन्तु एकनिमिषं महोदय, कुत्र एकनिमिषम्, एक एव लिङ्क् अस्ति अत्र. अहं प्रेषितवती इदानीं मेसेज् मध्ये. अस्तु, एकनिमिषं. धन्यवादः, धन्यवादः. अत्र अत्र यदि जालपुटे अस्ति सर्वे, वेब्सैट् मध्ये अस्ति, तत्र लेफ्ट् हेण्ड् सैड् मध्ये इण्डेक्स् अस्ति, तत्र तिङ्सिद्धेः च लकाराणां समग्रदृष्टिः, तदनन्तरं यत् करपत्रमस्ति, सार्वधातुकलकारः आर्धातुकलकारः च अधिकचिन्तनं. एकनिमिषं, सार्वधातुकलकाराः अर्धधातुकलकाराः च समग्रदृष्टिः, सार्वध अधिकचिन्तनम्. अस्तु, एकनिमिषं महोदय, जस्ट् ओपनिङ्ग् इट्. हा अस्तु, एकनिमिषं. हा, सार्वधातुकलकाराः अर्धधातुकलकाराः च अधिकचिन्तनं. सार्वधातुकम् आर्धातुकम् इति नामद्वयं कुतः आगतम्? अष्टाध्याय्यां च द्वयोः नाम्नो कीदृशव्यवहारः? सार्वधातुकम् आर्धातुकम् इति नामद्वयं वस्तुतः पाणिनिना एव दत्तं, नामकरणं भवति द्वाभ्यां संज्ञासूत्राभ्यां. तिङ्क्षित् सार्वधातुकम् आर्धातुकं शेषः. इमे द्वे नामानि केषां भवतः? यत् तिङ् च षित् च भवति तस्य नाम सार्वधातुकम्, अपि च यत् तिङ्क्षित् च नास्ति तस्य नाम आर्धधातुकम्. अस्तु, किन्तु यत् नाम किं? कस्य नाम भवति सार्वधातुकं, पुनः कस्य आर्धधातुकम्? यस्य प्रश्नस्य अस्य प्रश्नस्य उत्तरार्थम् उपरितनसूत्रद्वयं कस्मिन् अध्याये इति द्रष्टव्यम्. द्वे अपि सूत्रे तृतीय अध्याये अस्मिन् अध्याये केषां सूत्राणाम् अधिकारः महोदय मानेव वदतु तृतीय अध्याये केषां सूत्राणाम् अधिकारः प्रत्यय परश्च अपि धातोः तर्हि धातोः प्रत्ययः परश्च इति अस्ति पठतु अग्रे एभिः अधिकारसूत्रैः अवगच्छामः यत् तृतीयाध्याये यस्य कस्यापि विधानं भवति स धातुभ्यः विधीयते अपि च तस्य नाम प्रत्ययः अतः सारधातुकं च आर्धधातुकं च इति प्रत्ययस्य नाम तादृश च प्रत्ययः यः धातुभ्यः विधीयते अनेन उत्तरं प्राप्तम् अष्टाध्यायं सारधातुकं च आर्धधातुकं च प्रत्ययानाम् एव नाम अस्ति प्रत्ययानाम् एव नाम अत्र अधिकारसूत्र अस्ति धातोः परश्च प्रत्ययः इति अधिकारसूत्रम् अस्ति अतः सार्धातुकम् अर्धातुकं च इति प्रत्ययस्य नाम तादृश च तादृशः च प्रत्ययः ये धातुभ्यः विधीयते अतः एतेषां नाम सार्धातुकं च अर्धातुकम् इति भवति तर्हि अनुवृत्तिसेधसूत्रं यदि वयं पश्यामः तिंशित् सार्धातुकं तस्य अनुवृत्तिसेधसूत्रं किं भवति धातोः तिङ् षित् प्रत्ययः परश्च सार्वधातुकम् इति भवति खलु नाम धातु अनन्तरं यदि धातोः यदि यत् प्रत्ययः आगच्छति तत् तिङ् अस्ति नो न अथवा षित् अस्ति चेत् तत् सार्वधातुकं भवति तथैव धातु धातोः धातोः शेषः प्रत्ययः परश्च आर्धातुकम् नाम धातु अनन्तरं शेष कोऽपि प्रत्ययः आगच्छति तत् आर्धातुकम् इति अनुवृत्तिसहितसूत्रं यदि वयं जानीमः तर्हि वयं ज्ञातुं शक्नुमः सूत्रस्य अर्थः किमस्ति तर्हि अधुना वयं सूत्रसङ्ख्यां जानीमः वयम् एतदपि जानीमः यत् तृतीय अध्याये केषां सूत्राणाम् अधिकारः भवति अतः बहु सरलं भवति अनुवृत्तिकरणस्य अनुवृत्तिकृते बहु सरलतया भवति बहु सरलता भवति अत्र इवन् विदौट् नोयिङ्ग् द वाट् सूत्रस् कम् बिफोर् एण्ड् आफ्टर् दीस् टु सूत्रस् जस्ट् बै नोयिङ्ग् दट् दे आर् द थर्ड् चाप्टर् यु केन् फिगर् औट् वाट् आर् द अधिकारसूत्र एण्ड् वाट् इस् द फुल् मीनिङ्ग् आफ़् द सूत्र देट् इस् द पवर् आफ़् the prakarana vidhi of arranging sutra in ashtadhyay anuvritti sutram punah sutre punah vadatu tari anuvritti sait sutram katham aham karomi yat aham janami tritiya adhyaye agachati tritiya adhyaye dhatoho parascha pratyah esham sutrana etesham sutranam adhikarah asti अतः तस्य ज्ञानेन अहम् अनुवृत्तिसूत्रं कथं करोमि धातोः तिङ् षित् प्रत्ययः परश्च सार्वधातुकं तथैव धातोः शेषः प्रत्ययः परश्च आर्धातुकम् इति अस्ति अवगच्छति वा महोदय आं महोदय धन्यवादः अस्तु अस्तु रघुपति महोदय पठतु सार्वधातुकधातुः नाम कः आर्धधातुकधातुः नाम कः धातूनाम् एतादृशानाम् एतादृशनामकरणं किमपि नास्ति एव धातोः विभजनं सार्वधातुकत्वेन आर्धधातुकत्वेन आर्धधातुकत्वेन च न क्रियते सार्वधातुकप्रत्ययः नाम कः आर्धधातुकप्रत्ययः नाम कः प्रत्ययः धातुभ्यः विधीयते अपि च तिङ् अथवा षित् अस्ति स च प्रत्ययः सार्वधातुकः तिङ् षित् सार्वधातुकम् इति सूत्रम् यः प्रत्ययः धातुभ्यः विधीयते अपि च न तिङ् न वा शित् अस्ति स च प्रत्ययः आर्धधातुकः, आर्धधातुकं शेषः इति सूत्रम्। तर्हि वस्तुतः तत्र सार्वधातुक अस्ति, आर्धातुक अस्ति, परन्तु सार्वधातुक आर्धातुक इति विभाजनं धातोः नास्ति, धातूनां नास्ति, परन्तु धातोः धातूनाम् अनन्तरं ये प्रत्ययः आगच्छन्ति तेषां विभजनम् अस्ति, सार्वधातुकप्रत्ययः आर्धातुकप्रत्ययः। तर्हि जस्ट् बिकास् तत्र धातुः अस्ति, लिखितमस्ति, इट् इस् नाट् देट् दे आर् टैप्स् आफ् धातु, दे आर् टैप्स् आफ् प्रत्ययः इति वार्ता अस्ति। अस्तु, धन्यवादः महोदय। अस्तु, तर्हि अग्रे विजि गोविन्दराजन् महोदय अस्ति, एकः प्रश्नः अस्ति। धातोः विभजनं नास्ति चेत् इडागमसमये वयं पठितवन्तः खलु, धातु अपि सम्यक् न स्मरामि, किन्तु प्रत्यये अपि आर्धधातुकं धातु अपि इति न न तत्र आर्धातुक सार्वधातुक इति विभाजनं नास्ति धातूनां, तत्तु इड्व्यवस्था मध्ये केषां धातूनां कृते इडागमः भवति, केषां कृते न भवति, परन्तु तत्र सार्वधातुक आर्धातुक इति माध्यमेन विभाजनं किमपि नास्ति। तर्हि धातूनां विभाजनं सार्वधातुक आर्धातुक इति रूपेण न भवति, प्रत्ययानां भवति। धातु मध्ये अपि एक कण्डिशन् अस्ति महोदय, इडागमस्य विषये कण्डिशन् अस्ति, तत् सार्वधातुक आर्धातुक इति विभाजनं नास्ति। पठतु महोदय, विजि महोदय। सार्वधातुकलकाराः इत्युक्ते किं? यस्मिन् लकारे धातोः अनन्तरं कर्तर्थकः सार्वधातुकप्रत्ययः साक्षात् दृश्यते तस्मिन् लकारे कर्तरि शप् इत्यनेन शप् विधीयते, अपि च तदर्थमेव स च लकारः सार्वधातुकः। तदर्थं किम् इति चेत् शपः निधानम् एव सार्वधातुकलकारः इति नामकरणस्य निमित्तम्। पठामि वा? पठतु। कर्तरि शप् 3168 कर्तार्थे सार्वधातुकप्रत्ययः परे अस्ति चेत् धातुतः शप् प्रत्ययः भवति। अत्र कर्तार्थे कर्तरि प्रयोगः इति बोध्यं, भावे कर्मणि च शप् प्रत्ययः न विधीयते। अनुवृत्तिसहितसूत्र कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः। भूयोगः लट् भूयोगः ल् भूयोगः तिप् तिप् कर्तार्थः सार्वधातुकः च, अतः कर्तरि शप् 3168 इत्यनेन शप् भू शप् तिप्। अस्मिन् क्रमे तिप् इति सार्वधातुकप्रत्ययः साक्षात् दृश्यते धातोः पुरतः, अतः कर्तरि शप् 3168 इत्यस्य अवसरः अस्ति। चतुर्षु लकारेषु एतादृशी स्थितिः अस्ति, लटि लोटि लङि विधिलिङि च धातुना सार्वधातुकप्रत्ययः साक्षात् दृश्यते, यथा भूयोगः तिप् भू तिप् इत्यनयोः मध्ये किमपि व्यवधानं नास्ति, अतः तिप् साक्षात् दृश्यते। किं लिखितम्? यस्मिन् लकारे धातोः अनन्तरं कर्तर्थः सार्वधातुकप्रत्ययः साक्षात् धातोः अनन्तरं साक्षात् प्रत्ययः लकारः दृश्यते चेत् कर्त्रीषत् इत्यनेन शप् इति विकर्णप्रत्ययः शप् आदेः विकर्णप्रत्ययः आयाति शपः शपः विधानम् इति उच्यते सार्वधात् अनन्तरं कर्त्रीश् तस्य नाम सार्वधातुकलकारः इति उच्यते धातु अनन्तरं प्रत्येक साक्षात् धातु साक्षात् प्रत्ययः दृश्यते चेत् कर्तरि शप् इत्यनेन विकर्णप्रत्ययः अनन्तरम् आयाति इत्यनेन सार्वधातुकलकारः इति नामकरणम् आगच्छति भवति. तर्हि आहत्य किम् अस्ति आहत्य किम् अस्ति तत्र यदि धातुना साक्षात् सार्वधातुकप्रत्ययः दृश्यते तर्हि निमित्तम् इति उच्यते. यदि धातुना साक्षात् सार्वधातुकप्रत्ययः दृश्यते तर्हि सार्वधातुकलकारः यदि लकारस्य विभाजनं भवति यदि धातुना साक्षात् आर्धातुकप्रत्ययः दृश्यते तर्हि आर्धातुकलकारः भवति. परन्तु अष्टाध्याय्यां लिखितं नास्ति सार्वधातुकलकारः आर्धातुकलकारः इति किमपि नास्ति. वस्तुतः आर्धातुकसार्वधातुके केवलं प्रत्ययानां विभजनम् अस्ति. तदनन्तरम् अस्माकं सौकर्याय लिखितमस्ति यत् साक्षात् सार्वधातुकप्रत्ययः दृश्यति चेत् सार्वधातुकलकारः, साक्षात् आर्धातुकप्रत्ययः दृश्यति चेत् आर्धातुकलकारः इति एव वार्ता अस्ति. तर्हि सार्वधातुकलकारः यत्र अस्ति तत्र कर्तृर्थे शप् प्रत्ययः आगच्छति. आर्धातुकलकारः अस्ति चेत् तत्र कर्तृर्थे शप् प्रत्ययः नागच्छति. वार्ता अस्ति लकारः निमित्तं भवति इति निमित्तमस्ति. कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः इति सूत्रम् अनुवृत्तिसहितसूत्रम् अस्ति. तर्हि अत्र जनाः ये इम्पार्टेण्ट् अस्ति तदस्ति यत् कर्तरि सार्वधातुके निमित्तं यत् निमित्तं विकरणप्रत्ययः कदा आगच्छति निमित्तद्वयमस्ति. एकदा एकनिमित्तमस्ति प्रथमनिमित्तमस्ति यत् कर्तरिप्रयोगे एव कर्मणि प्रयोगे भावे प्रयोगे न भवति. अन्यत् निमित्तमस्ति सार्वधातुके यदि सार्वधातुकप्रत्ययः परे अस्ति चेद् एव धातु अनन्तरं शप् प्रत्ययः आगच्छति. यदि धातु अनन्तरं साक्षात् सार्वधातुकप्रत्ययः अस्ति चेदेव मध्ये शप् प्रत्ययः आगच्छति. धातुनः धातु अनन्तरं साक्षात् आर्धातुकप्रत्ययः अस्ति चेत् मध्ये शप् प्रत्ययः न आगच्छति इति वार्ता. लृट् मध्ये नास्ति इति प्रत्ययः आगच्छति इत्यनेन साक्षात् तिङ् प्रत्ययः न दृश्यते साक्षात् तु स्य प्रत्ययः दृश्यते दृश्यते सार्वधातुकः नास्ति अतः तत्र शप् प्रत्ययः न मध्ये आगच्छति. विकर्णप्रत्ययः नास्ति एव अतः गणभेदः न भवति इति उदाहरणं भू लट् भू प्लस् इल् इट् हलन्त्यं भू लकारस्थाने तिप् प्रत्ययः अनन्तरं भू विकर्णप्रत्ययः आयाति कर्तार्कसर्वधातुक इत्यनेन कर्तरि शप् इति उपयुज्य भू प्लस् शप् प्लस् तिप् इति वार्ता. अस्मिन् क्रमे तिप् इति सार्वधातुकप्रत्ययः साक्षात् दृश्यते धातोः पुरतः अतः कर्तरी शप् इत्यस्य अवसरः अस्ति. चतुर्षु लकारेषु एतादृशी स्थितिः अस्ति लटि लोटि लङि विधिलिङि च एतादृशी स्थितिः नाम का इति वयं दृष्टवन्तः. कर्तरी शिप् इति चतुर्षु लकारेषु लटि लोटि लङि विधिलिङि एतादृशा स्थितिः अस्मिन् स्थितौ कर्तरी शप् इति आयाति इति इत्यनेन सार्वधातुकप्रत्यय इति अस्ति अस्ति वा महोदय सार्वधातुकप्रत्यय आगच्छति प्रत्ययः धातुना सार्वप्रत्ययः साक्षात् दृश्यते यथा भूयोगः तिप् भू तिप् इति अनयोः मध्ये किमपि व्यवधानं नास्ति अतः तिप् साक्षात् दृश्यते इति वयं दृष्टवन्तः अधुना एकवारं यदा शप्रत्ययः अपि आगच्छति तदनन्तरमपि शप्रत्ययश्चित् अस्ति अतः तदनन्तरमपि धातुना साक्षात् तिङ् षित् प्रत्ययः एव दृश्यते सार्वधातुकप्रत्ययः एव दृश्यते तदपि अस्ति प्रथमं धातुयोगः तिप् अस्ति साक्षात् तिङ् प्रत्ययः अस्ति सार्वधातुकम् अस्ति अतः कर्तृशप् इति रूपेण मध्ये शप् आगच्छति अधुना धातुना साक्षात् विकरणप्रत्ययः दृश्यते शप् प्रत्ययः दृश्यते तद् षित् अस्ति अतः तदपि सार्वधातुकम् एव अस्ति अतः विकरणप्रत्ययस्य अनन्तरमपि धातुना साक्षात् सार्वधातुकप्रत्ययः एव दृश्यते इति अपि अस्ति इति अपि एकः बिन्दुः अस्ति अग्रे उदाहरणं पठतु महोदय भ्वादिगणे पायोग भ्वादिगणे ध्येयं यत् एषु सर्वेषु चतुर्षु पठतु ध्येयं यत् एषु सर्वेषु चतुर्षु सार्वधातुकलकारेषु धातुगणम् अनुसृत्य शपं प्रबाध्य अन्ये धातुगणनिमित्त निमित्तकविकरणप्रत्ययाः विधीयन्ष्यन्ष्णु इत्यादयः प्रथमं शप् आयाति तदा भवादिः अधादिः ज्योत्यादिः चुरादिः इत्येतान् गणान् विहाय अपरेषु षट्सु गणेषु शपं प्रबाध्य तत्तद्घनस्य विकरणप्रत्ययः आयाति एतदर्थं सार्वधातुकलकारेषु कस्यापि धातोः इगन्धरूपस्य निर्माणात् प्राक् धातुः कस्मिन् गणे अस्ति इति अवश्यं ज्ञातव्यम् इति वयं जानीमः विकरणप्रत्ययः आयाति तदनन्तरं कस्य गणे अस्ति इति अपि वयम् अवश्यं ज्ञातव्यम् अग्रे उदाहरणं यथा भ्वादिगणे पा योगक लट् पा प्लस् ल् पा प्लस् तिप् कर्तरि षप् 3168 इत्यनेन षप् पा प्लस् षप् प्लस् तिप् क्षितिपरे पा धातोः पिभ आदेशः पिभ प्लस् अ प्लस् ति पिबति ओ विशेषमस्ति पायोगः लट् पायोगः तिप् प्रथमतया तदनन्तरम् इत्यनेन कर्तरि शप् इत्यतः शप् तदनन्तरं पा योगक विश् योगक तित् इति वयं जानीमः किन्तु स्थितौ पिब इति आयाति तत् अन्य आदेशः भवति पिबति इति अग्रे विशेषकार्यं जुगोत्यादिगणे दा योगक लट् दा प्लस् ल् दा प्लस् तिप् दा धातु साक्षात् तिप् प्रत्यय दृश्यते इति कर्त्रि शप् इत्यनेन जुहोत्यादिभ्य श्लुः नाम कर्त्रि शप् इत्यनेन शप् आगच्छति तदनन्तरं गणविहितः जुहोत्यादिघने अस्ति इत्यनेन सूत्रं वदति जुहोत्यादिभ्य श्लु श्लुः इति विकरणप्रत्ययः श्लु इत्यस्य अर्थः अस्ति लिखितमस्ति अत्यनेन विहितस्य शप् प्रत्ययस्य लोपः भवति श्लु इति विकरणप्रत्ययः नास्ति श्लु इत्यस्य अर्थः अस्ति विकरणप्रत्ययस्य लोपः करोति अवगतम् अवगतं भवति. श्लौ इत्यनेन श्लौ परे धातोः द्वित्वं द्वित्वं भवति. जुहोत्यादिगणे द्वित्वं भवति इति कारणे जुहोत्यादिक श्लु श्लु कारणेन शप् इति लोपः भवति. श्लौ इत्यनेन श्लौ परे धातोः द्वित्वं भवति ददाति. अनन्तरं स्वादिगणे आप् प्लस् लट् आप् प्लस् आप् प्लस् तिप् कर्तरि शप् इत्यनेन पुनः स्वादिभ्यः स्नुः इति सूत्रं वदति. स्वादिगणे स्थितेभ्यः धातुभ्यः शपं प्रबाद्य स्नुः प्रत्ययः भवति. अत्र तु शप् इति प्रत्यय किन्तु स्वादिभ्यः स्नु इति सूत्रं वदति. शपं प्रबाद्य स्नुः प्रत्ययः भवति. कर्तातः सा महोदय कर्तातः सार्वधातुकप्रत्यये परे आप् प्लस् स्नु प्लस् तिप् आप् कष्टं न भवति. आप्नोति आप्नोति. तर्हि इदानीम् अग्रे गत्वा भिन्नभिन्नगणेषु कार्यं कथं भवति इति वयं पश्यामः. परन्तु अत्र ब्राड्लि अस्माभिः दृष्टं यत् सार्वधातुकलकारेषु गणम् अनुसृत्य भिन्नभिन्नविकरणप्रत्ययः आगच्छन्ति अतः रूपाणि अपि भिन्नभिन्नानि भवन्ति इति वार्ता. महोदय सर्वे सूत्राणि मेमरैस् करणीयं न मेमरैस् किल एकवारं बहुवारं यदा पठन्ति तर्हि ते तर्हि ते मस्तिष्के तिष्ठन्ति. वारं वारं पठित्वा मस्तिष्के तिष्ठन्ति. धन्यवादः. प्रश्नः अस्ति वा? समयः समाप्तः. अस्तु, प्रश्नः नास्ति चेत् अग्रिमवर्गे मेलिष्यामः. तत्र धन्यवादः. नमस्कारः. धन्यवादः महोदय.